नमस्ते सर्वान्, नमस्ते। अस्माकं विषयः चलितः अस्ति अत्र धातुविज्ञानं तृतीयकरपत्रे। विषयः अस्ति इडागमः। गतरविवासरे अस्माभिः बहु किमपि पठितम् इडागमस्य विषये। एकवारं पुनः दृष्ट्वा अग्रे गच्छामः। तर्हि अत्र मीनामहोदयः अस्ति, विजिगोविन्दराजन्महोदयः अस्ति, रघुपतिमहोदयः अस्ति, सरलामहोदयः अस्ति। अस्तु, मीनासुन्दरेशन् महोदयः अस्ति खलु? मीनामहोदय, हरि ओम्। अस्तु, श्रूयते वा? आं महोदय, श्रूयते। म्यूट् कृतवती। न, अस्तु। एकवारं झटिति कृपया वदतु, अस्माकं गतरविवासरे किं पठितम् अस्माभिः? अहं न पठितं महोदय, क्षम्यताम्। भवती तु गतरविवासरे आसीत् खलु? आसम्। अस्तु, विस्मृतवती वा? अहं न पठितवती, क्षम्यमां, क्षम्यताम्। अस्तु, चिन्ता नास्ति। अत्र विजिगोविन्दराजन् महोदय अस्ति खलु? आं महोदय, एकवारं वदतु अस्माभिः किं पठितं गतरविवासरे। प्रयत्नं करोमि महोदय। इडागमविषये पठितवन्तः, इडागमः, इडागम इत्युक्ते इकारः आगमः। तत् अत्र सूत्रद्वयम् अस्ति इडागमविषये। अर्धधातुकस्येद् बलादिः इति एकं सूत्रं। सूत्रं किं वदति? अङ्गात् बलादेः अर्धधातुकस्य इट् इति अनुवृत्तिसहितसूत्रं। तत्र वल् प्रत्ययः अस्ति। वल् प्रत्ययस्य वर्णः आदौ आगच्छति चेत् तत्र धातु मध्ये इड् इ वर्णः आगमः भवेत्। अत्र महोदय, कस्य आदौ? वल् प्रत्ययः। वल् प्रत्ययः इत्युक्ते सर्वे व्यञ्जनानि महोदय, सारि, क्षम्यता, वल् प्रत्याहार इत्युक्ते सर्वे व्यञ्जनानि ह य विहाय। सर्वे व्यञ्जनानि ह ह न महोदय, केवलं य, केवलं य विहाय सर्वे व्यञ्जनानि आदौ आगच्छति चेत् धातुः इति आगमः भवेत्। तिङ् अर्धधातुकविषये इत्युक्ते सर्व तिङ् षित् सार्वधातुक, शेषम् अर्धधातुक। अर्धधातुकविषये ईद् आगमः भवेत् वल् आदौ आगच्छति चेत् इति एकं सूत्रम्। एकमस्ति केवलं महोदय, अत्र इडागमः परन्तु प्रत्ययस्य भवति, प्रत्ययस्य अपि भवति, आगमः प्रत्ययस्य, आरधातुकस्य अस्ति खलु, आरधातुकस्य बलादे। आम् महोदय, आं महोदय। अत्र तु इड् इत्युक्ते इट् इत् आद्यन्तौ टिकितौ इति सूत्रेण ट इत् चेत् आगमः प्रथमम् आगमः आगच्छति। आदौ आगच्छति आद्यन्तौ टिकितौ इत्युक्ते तकार इत् चेत् आदौ आगच्छति आगमः अन्तिमे आगच्छति इति सूत्रं वदति अत्र अनन्तरं अत्र सूत्र द्वितीयसूत्रम् अस्ति अर्धधातुकस्य इन् बश् इति एकं सूत्रम् अस्ति अङ्गात् न इत् वशीकृति इति एकसूत्रम् अस्ति इति अपवादसूत्रं सूत्रवत् आगच्छति अङ्गात् इत् वशीकृते न इत् वशीकृते वश् इत्युक्ते व अनन्तरं पञ्चम चतुर्थ वर्णव्यञ्जनानि आगच्छति चेत् कृतान्ते आगच्छति चेत् इद् आगमः न भवति कृतादौ आगच्छति चेत् इद् आगमः न भवति इति सूत्रं वदति तर्हि महोदय मम प्रश्नः अस्ति सेत् इत्युक्ते किम् अनिल् इत्युक्ते किम् इत्युक्ते किम् ओहो अर्थः सेत् इकार इट् इट् आगमः सेत् सेत् इट् न आगमः चेत् अनीट् इट् इट् आगमः इत्युक्ते इकारस्य इट् आगमः चेत् इट् धातोः इट् न आगच्छति चेत् अनीत् महोदय संशयः कृपया पुनरपि व्यवस्था संक्षेपरूपेण वक्तुं शक्यं वा तदेव वदति महोदय भवान् वदतु सत्यं वा अहं वदामि प्रश्नः अस्ति वा तिङ् प्रत्ययः कृतान्तेषु महोदयः इकारः श्रूयते चेत् इद् आगमः वदामः उदाहरणरूपेण सुमन् प्रत्ययः पठितुम् नो चेत् अनीत् इति वदामः अस्तु तावत्पर्यन्तमेव अस्माभिः पठितम् धन्यवादः महोदय मीना महोदय म्यूट् करोतु भवतः प्रतिध्वनिः आगच्छति अधुना सम्यक् अस्ति तर्हि वदामि चेत् इडागमः इत्युक्ते कुत्र कुत्र तु इड् नाम ह्रस्व इकारः आगच्छति यथा पठिष्यति गमिष्यति कुत्र कुत्र तु न आगच्छति यतः पास्यति कर्तुम् इति तर्हि प्रश्नः अस्ति कुत्र कुत्र इडागमः अभवति कुत्र कुत्र न भवति तर्हि इडागमः धातोः प्रत्ययश्च स्वभावरूपेण आगच्छति धातुः सेट् भवितुं शक्नोति अथवा अनिट् प्रत्ययः सेट् भवितुं शक्नोति अथवा अनिट् सेट् इत्युक्ते स इट् नाम यत्र इडागमस्य प्रसक्तिः भवति, अनिट् इत्युक्ते न इट् यत्र इडागमस्य प्रसक्तिः न भवति. अमित् महोदय, भवतः प्रश्नः आसीत् गतरविवासरे यत् वेट् अपि किमपि अस्ति वा, तर्हि प्रायः वेट् अपि अस्ति यत्र विकल्पेन सेट् अथवा अनिट् भवितुं शक्नोति. तस्य डीटेल्स् तु अहं न जानामि, परन्तु प्रायः वेट् अस्ति इति वक्तुम् इच्छामि. तदनन्तरम् आम् महोदय, अग्रे आगच्छति इति अन्यवर्गात् अग्रे आगच्छति, अग्रिमे अग्रिम करपत्र करपत्रे आगच्छति यतोहि इडागमस्य विषये बहु अनन्तरम् आगच्छति. आमां बहु वर्षानन्तरं प्रायः. अस्तु, धन्यवादः. तर्हि यदि प्रत्ययः अपि सेट् अस्ति, धातुः अपि सेट् अस्ति, तर्हि एव सामान्यरीत्या इडागमः भवति. एकमपि यदि अनिट् अस्ति, एकः अपि अनिट् अस्ति चेत् इडागमः सामान्यरीत्या न भवति. तर्हि प्रश्नः उदेति यत् कथं जानीमः कदा कदा प्रत्ययः सेट् अथवा अनिट् भवितुं शक्नोति, कदा कदा धातुः सेट् अथवा अनिट् भवितुं शक्नोति. तर्हि तस्य कृते सूत्राणि सन्ति. अस्माभिः गतरविवासरे प्रत्ययानां विषये सूत्राणि अस्माभिः पठितानि, नाम कदा कदा प्रत्ययाः सेट् अथवा अनिट् भवितुं शक्नुवन्ति. प्रथमः सूत्रः अस्ति आर्धातुकस्य इड् वलादेः, नाम आर्धातुकस्य इड् वलादेः. तत् सूत्रं किं वदति? सूत्रं वदति यत् अङ्गात् यदि आर्धातुकप्रत्ययः अस्ति, आर्धातुकप्रत्ययः नाम किं? तिंशित् सार्वधातुकम् इति तु वयं सर्वे जानीमः. शेषाः सर्वे धातुप्रत्ययाः आर्धातुकप्रत्ययाः भवन्ति. यदि आर्धातुकप्रत्ययः अस्ति, आर्धातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्य कोऽपि वर्णः अस्ति, नाम यकारविहाय कोऽपि व्यञ्जनम् किमपि व्यञ्जनम् अस्ति, तर्हि प्रत्ययस्य इड् भवति, नाम प्रत्ययः सेड् भवति. तदा उदाहरणम् अस्ति यतोहि तुमुन् तुमुन् तुमुन् तुमुन् वा प्रत्ययः तुमुन्. तर्हि प्रत्यय तुमुन् अस्ति, तुमुन् मध्ये तुमुन् वल् प्रत्यय आधातुकप्रत्ययः अस्ति, प्रत्ययस्य आदौ तकारः अस्ति यत् वलादिः अस्ति, अतः प्रत्ययवलादिः अस्ति, अतः तुमुन् सेट् प्रत्ययः अस्ति. धातुः अपि सेट् अस्ति चेत् इडागमः भविष्यति, यतोहि पठितुम् अत्र धातुः अपि सेट्, प्रत्ययः अपि सेट्, अतः इडागमः भवति, अतः पठितुं भवति. इदं तु एकं सूत्रमस्ति, तद् वदति यत् कुत्र कुत्र इडागमः भवति. एकनिषेधसूत्रमपि अस्ति यद् वदति कुत्र इडागमः न भवति. तत् सूत्रमस्ति नेड् वशीकृति, न इट् वशीकृति, नाम प्रत्ययः कृत् प्रत्ययः अस्ति चेत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत्. वश् प्रत्याहार इत्युक्ते किं? तर्हि वश् प्रत्याहार कुत्र कुत आरभ्यते? वर ल यमङ्गणनं झब घडदश् झब घडदश् इति, नाम सर्वे व्यञ्जनानि, नाम वश् प्रत्याहारे के व्यञ्जनानि न कानि कानि व्यञ्जनानि न सन्ति, वर्गाणां प्रथम अथवा द्वितीय व्यञ्जनानि षष इति न सन्ति, षषः न सन्ति, अन्य सर्वे व्यञ्जनानि सन्ति, य अपि नास्ति. तर्हि हा, तर्हि किमस्ति? यदि वश् प्रत्याहारस्य कोऽपि वर्णः आदि अस्ति, तर्हि इडागमः न भवति, न भवति इति वार्ता अस्ति. द्वे सूत्रे अस्माभिः गतरविवासरे पठितम्. अधुना प्रश्नः अस्ति, इदं तु प्रत्ययस्य इडव्यवस्था कृते प्रत्ययस्य स्वभावः किम् इति अस्माभिः दृष्टम्, परन्तु धातोः स्वभावः किम् इति अपि अस्माभिः द्रष्टव्यं धातो सेट् कदा भवति धातु अनिट् कदा भवति इति प्रश्नः आगच्छति. तर्हि अधुना वयं तत् पठिष्यामः इति अग्रे अस्ति. अस्तु अग्रे एक अस्ति रघुपतिमहोदय अस्ति खलु. आं महोदय अग्रे पठतु कृपया धातोः स्वभावः. ओके न श्रूयते धातोः अधुना श्रूयते वा? आमां धातोः स्वभावः एकाश एकाच उपदेशे अनुदात्तात् यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. उपदेशे यः धातुः एकाच् अनुदात्तश्च तथा आर्धधातुक सेट् न यस्मिन् धातौ एकः एव स्वरः वर्तते सः धातुः एकाच. उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः. औपदेशिकधातुः यथा पठ लिख डुपचश् न तु आतिवेशिकधातुः यथा प्रेरणार्थकण्णिचि पाठि लिखि पाचि इति. एकोच् एकः अच् यस्मिन् सः एकाच् बहुव्रीहिः तस्मात् एकाचः. एकाचः पञ्चम्यन्तम् उपदेशे सप्तम्यन्तम् अनुदात्तात् पञ्चम्यन्तं त्रिपदमिदं सूत्रम्. ऋत् इद् धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः नेड् वशीकृति इत्यस्मात् न इट् इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट्. अत्र धातोः स्वभावस्य धातोः के धातवः इट् अथवा न इट् अस्ति इति दत्तमस्ति. यदा औपदेशिकधातुः एकाच् अपि अस्ति अनुदात्त अपि अस्ति चेत् एकाच् यस्य धातोः यस्य धातौ एक एव अच् वर्णः अस्ति तत् अपि च अनुदात्त अस्ति चेत् तत् आर्धधातुक सेट् न भवति तत् ईडायोग्य न भवति इति दत्तमस्ति. औपदेश अनिट् अस्ति अनिट् अस्ति नाम यथा औपदेशिका इत्युक्ते यथा पट् लिक् पट् लिक् उपदेशावस्थायां धातुः अस्ति त उपदेशधातुः अस्ति. आतिदेशिकधातुः अस्ति आतिदेशिकधातुः इति प्रेरणातकनिचि लेखि पाचि इति एते औपदेशिकधातुः अस्ति. तत्र एतत् नियम न अन्वयति. एकाच् यस्मिन् सः एकाच बहुविः अस्ति एकाच प्रथमन्तम् उपदेशे सप्तम्यन्तम् अनुदात्तात् पञ्चम्यन्तम् अनुदात् एकाचः अनुदात्तात् धातोः अङ्गात् न इटः इति सूत्रम् अस्ति. आं तर्हि उपदेश इत्युक्ते पाणिनिना यत् धातुपाठे पाणिनिना ये ये धातवः स्थापिताः सन्ति ते औपदेशिकधातवः इति सन्ति नाम पठ लिख गम इत्युक्ते उपद्विसहस्रधातवः सन्ति अराउण्ड् 2000 धातवः सन्ति. तदनन्तरम् आतिदेशिकधातवः सन्ति ये औपदेशिकधातोनन्तरं केचन प्रत्ययाः सन्ति द्वादशप्रत्ययाः सन्ति यैः नूतनधातूनां नूतनधातवः भवन्ति नाम यथा णिच् प्रत्ययः अस्ति तत्र पाठयति इति भवति खलु. तर्हि तत्र नूतनधातुः भवति पाठी. तर्हि पाठी आदेशिकधातुः सन्ति न तु औपदेशिकधातुः यतोहि तत् धातुपाठे न अस्ति. तावदेव सन् प्रत्ययः अस्ति यङ् प्रत्ययः अस्ति द्वादशप्रत्ययाः सन्ति यैः नूतनधातवः भवन्ति ते सर्वे आतिदेशिकधातवः सन्ति. तदनन्तरं हा तर्हि सूत्रं वदति यत् धातोः धातौ एक एव अच् अस्ति, तद् अच् अनुदात्त अस्ति, तर्हि तस्य धातोः इडागमः न भवति, धातुः अनिट् अनिट् भवति इति. अस्तु महोदय, अग्रे पठतु. यत्र सोरि, अत्र यद्यपि उपदेशे इत्यनेन मूलधातु इत्युक्तं, परन्तु एका च इत्यस्य कृते यदा स्वराणां गणनं भवति तदा अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूताः. यथा डुक्रन् इति धातो यद्यपि उकारः अपि ऋकार अपि स्तः, किन्तु उकार अनुबन्धे अस्ति अतः तस्य गणनं न भवति. डुक्रन् एका च अस्ति. यदा एकाच धात्वा इत्युक्ते अनुबन्धलोपानन्तरं यः आच्वर्ण अवशिष्यते तदेव तस्य एव गणनं भवति. यत् धातुः एकाच अस्ति वा न वा इति, यदा डुक्रन् इति धातुः अस्ति, अत्र उकार अस्ति, उकार ऋकार अस्ति, परन्तु यदा तस्य इत्संज्ञा भूत्वा अपि च ऋकारस्य इत्संज्ञा भवति तदा, अपि च ञकारस्य उत्संज्ञा भवति, कृ एव अवशिष्यते. अतः अत्र ऋकार एव अवशिष्यते, अतः कृ इति डुक्र इति एकाच धातुः. महोदय प्रश्नः अस्ति, डु तस्य इत्संज्ञा केन सूत्रेण भवति? आदेनिट् डवा इति युनिट्, यदा युनिट् भवति डकार अपि उकारस्य युनिट् भवति, आदेनिट् डवा इति सूत्रेण इत्संज्ञा भवति. अस्तु उत्तमम्. अग्रे महोदय, भूधातु तस्मिन् भूधातु डुगृञ्च् तादृशम् आगच्छति वा? भू एकच् धातु वा? अग्रे पठतु. ओके, इडागमनिषेधकं सूत्रम् इदम्. अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच् अपि स्यात् अनुदात्तः अपि स्यात्. अनेन ज्ञायते यत् अनेकाचः धातवः सर्वे सेटः भवन्ति. अस्माकं परिचितेषु धातुषु आधिक्येन एकाच धातवः एव सन्ति. सनन्तादिषु आतिदेशिक धातुषु अनेकाचः धातवः बहवः, परन्तु ते उपदेशे न अन्तर्भूताः. उपदेशे केचन एव यदा दरिद्रा धातुः अनेकाच दरिद्रा. द्वितीयम् अंशमस्ति, ये धातवः एकाचः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेटः. यतः अनुदात्तात् धातोः एव वलादि आर्धधातुक प्रत्ययस्य इडागमनिषिद्ध इति सूत्रेण उक्तं. तर्हि अनुदत्ताः ये एकाचः धातवः सन्ति ते अनिटः, अन्ये सर्वे सेटः भवन्ति. उपदेशे एकाचः अनुदात्तः धातवः अङ्गात् न इट् इति इडागमनिषेधकसूत्रम्. अनेकाच दातवः सर्वे सेट् योग्यः अस्ति, परन्तु अस्माकं परितेषु धातुषु आधिक्येन एकाच दातवः एव सन्ति. सनन्तादि आतिदेशिकदातुषु अनेकाः दातवः बहवः, परन्तु ते उपदेशे न अन्तर्भूताः. उपदेशे केचन अनेका च अपि सन्ति दरिद्र इति अस्ति दरिद्र न्यूनाः न्यूनाः सन्ति अतः अतः ये दातव अतः ये दातव एका च सन्ति ते तेषु ये उदात्ताः अथवा स्वरिताः सन्ति चेत् ते सेट् योग्यः सेट् सेटः दातवः अनुदात्तदातोः एव वलादि आददातुक इडा प्रत्ययस्य इडागमनिषिद्ध इति सूत्रेण उक्तम् अनुदात्तात् धातोः अनुदात्तक इडागमः यदा अनुदात्त अनुदात्त इत् महोदय एतत् किं यतः अनुदात्तात् इति पञ्चमीविभक्ति अनुदात्तात् ओके अनुदात्तात् यदा अनुदात्त धातुः अस्ति अनुदात्त एका च तदा एव वलादि आर्धातुक इडाग प्रत्ययस्य इडागमः निषिद्ध इति सूत्रेण उक्तं तर्हि अनुदात्ताः ये एका च अतः अनुदात्ताः ये एकाचः दातवः ते अनिटः अन्ये सर्वे सेट् भवन्ति सेट् सेटः सन्ति महोदय अत्र यतः अनुदात्तात् धातोः एव वलादि आर्धधातुक प्रत्ययस्य इडागमनिषिद्ध इति सूत्रेण उक्तं किमर्थम् अस्ति तर्हि प्रत्ययः कदा इडागमस्य कृते धातुः अपि सेट् भवेत् प्रत्ययः अपि खलु प्रत्ययः सेट् कदा भवति यदा तत् प्रत्ययः सः प्रत्ययः आर्धातुक अस्ति वलादि अस्ति वलादि अस्ति तर्हि अधुना प्रत्ययः आर्धातुक अस्ति वलादि अस्ति अधुना प्रश्नः उदेति यत् अधुना धातोः स्वभावः कीदृशः येन इडागमः भवति तर्हि एषः इदं सूत्रं वदति यत् धातुः यदि एका च अथवा एका च अनुदात्त च अस्ति तर्हि इडागमः न भवति नाम अग्रे अर्धातुक आर्धातुक वलादि प्रत्ययः अस्ति चेदपि इडागमः न भवति इति अस्ति अत्र एका च अनुदात्ता एव एका च अनुदात्ता अस्ति चेत् अनिट् भवति परन्तु अनेका च तत्र एकः अच् अनुदात्त अस्ति चेत् अनिट् भवति वा सेट् भवति वा अनेकाच् किम् अनेकाच् अस्ति यथा दरिद्रा अस्ति अनेकाच् अस्ति चेत् सेट् भवति खलु उपरि लिखितमस्ति अत्र द्वे कण्डीशन्स् अस्ति एकाचः अपि च अनुदात्ताः यदि अहं न जानामि अनेकाच् अस्ति यत् कोऽपि धातुः अस्ति अनेकाच् अस्ति तत्र एकः अच् अनुदात्तः अस्ति चेत् किं भवति तदा का परिस्थितिः सा परिस्थितिः अस्ति वा इति एव अहं न जानामि तादृशी परिस्थितिः अस्ति परन्तु न भवति महोदय यतोहि तत् सूत्रं किं वदति एका च अस्ति अनुदात्त अस्ति तर्हि अत्र अनेकाच् धातु मध्ये एकाच् इति प्रथम कण्डिशन् एव तत् न भवति अतः सूत्रस्य प्रसक्तिः एव न भवति सूत्र वदति यत् एकाच् अस्ति तत् एकाच् अस्ति अनुदात्त अस्ति इति अस्ति उभयः भवेत् उभौ भवेत् परन्तु एकाच् एव नास्ति चेत् तु सेट् एव भवति तत्र अनेकाच् मध्ये एकः अचः अनुदात्तः अस्ति चेत् वा इति प्रश्नः न अस्ति अनेकाच् अस्ति सेट् अस्ति अस्तु तर्हि धन्यवादः महोदय तर्हि एकमस्ति यत् सर्वे जानन्तु यत् इडागमस्य सूत्रं यत् अस्ति तत् सामान्यतया एकमेव अस्ति आर्धातुकस्य इड् वलादेः. अन्ये सर्वे सूत्राणि ये अस्माभिः अधुना पठितानि ते सर्वे निषेधकसूत्राणि सन्ति. नाम ते वदन्ति यत् आर्धातुकस्य इड् वलादेः सूत्रं कदा कार्यं न करोति इति अस्ति. तर्हि नेड्वशीकृति वदति यत् कदा आर्धातुकस्य इड् वलादेः सूत्रं कार्यं न करोति. एकाच उपदेशे अनुदात्तात् सूत्रं वदति यत् कदा इडागमस्य आर्धातुकस्य इड् वलादेः सूत्रस्य प्रसक्तिः न भवति इति अस्ति. इति वार्ता अस्ति. निषेधकसूत्राणि सन्ति ते वदन्ति यत् कदा कदा आर्धातुकस्य इड् वलादेः यत् इडागमः आनयति कदा कदा तद् इडागमः न आगच्छति इति अस्ति. अस्तु, निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच धातुषु अनुदात्तः अनितः, उदात्तः स्वरितः च सेट इति अस्ति. अस्तु, धन्यवादः महोदय. अग्रे सरला महोदय अस्ति खलु. सरला महोदय अस्ति वा? अस्तु, अग्रे मुलर् महोदय. अग्रे पठतु कृपया. एन् वलादेः नेन् वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. किं प्रत्ययः आर्तधातुकः अपि वलादिः अपि चेत् अयं प्रत्ययः इदागमः अनुकूलः. कृत् प्रत्ययः अवशादिः चेत् अयं प्रत्ययः इदागम अनुकूलः. धातुः यः कोऽपि भवतु, नाम प्रत्ययः इदागम अनुकूलः अस्ति चेत् इदागमस्य प्रसक्तिः अस्ति एव. तदा एकात् उपदेशे अनुदात्तात् इति सूत्रं धातोः वर्णनं करोति. अनेन सूत्रेण वलाद्यार्धधातुकप्रत्ययानुगुणम् इदागमस्य प्रसक्तिः चेदपि यत्र धातुः एकात् अनुदात्तः तत्र इदागमः निषिध्यते. अत्र आर्धधातुकस्य अलादेः नेन् वशीकृति इति सूत्रां प्रत्ययस्य कृते वर्तते. त्रिप्रत्ययः आर्धधातुकः अपि वलादि चेत् अयं कुत्र अनुकूलः अस्ति इति वक्तुं शक्नुमः. कुत्र कुत्र आर्धधातुकः वलादि चेत् स अयं प्रत्ययः इदागमः अनुकूलः. कुत्र कृत् प्रत्ययः वलादि अपि वशादिः न चेत् अयं प्रत्ययः इदागम अनुकूलः भवति. अत्र धातुः कोऽपि धातुविषये कोऽपि प्रत्ययः धातुविषये यः एकात् अस्ति चेत् इदागमः न भवति. अनेन अनुदात्त एकाच भवति चेत् इदागमः न भवति. अनेन सूत्रेण वलादयाद्यधातुकप्रत्ययानुगुणम् इदागमस्य प्रसक्तिः. अतः यत्र आर्धधातुकस्य वलेदे आर्धधातुकस्यैव वलादेः इति सूत्रः प्रसक्तिः अस्ति अपि धातु एकात् अस्ति चेत् तत्र इदागमः न भवति. एकात् अनुदात्तः अस्ति चेत् इदागमः न भवति. अग्रे पठामि वा महोदय? पठतु. यदा डिफ्रेन्स् धातुः, अयं धातुः एकात् अपि अस्ति, अनुदातः अपि अस्ति, तत्र सुमुन् प्रत्ययः, सुमुन् आतधातुकप्रत्ययः, किम् अपि नास्ति, षित् अपि नास्ति, अतः आर्धधातुकप्रत्ययः, किञ्चित् सार्वधातुकम् आर्धधातुकं शेषः, वलादिः अवसादिः अपि अस्ति, अतः आर्धधातुकस्य वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति. किन्तु अतः एकात् उपदेशे अनुदात्तात् इति सूत्रम् इडागमं निषेध्यते. तदर्थं कर्तुम् इति रूपं भवति, न तु करितुम्. अत्र एक उदाहरणम् अस्ति, यत्र अग्रञ्च् धातुः अस्ति, अत्र धातु एक एव अश्वर्णमस्ति. उदा अनुदातः अपि अस्ति, तदा इडागमः न भवितुं शक्नोति. तदा तुमुन् प्रत्ययः आगच्छति चेत् तुमुन् यद्यपि तुमुन् प्रत्यय आर्धधातुकः प्रत्ययः अस्ति चेदपि इडागमः न भवति. केवलम् आर्धातुक न, परन्तु वलादिः अपि अस्ति, वशादिः अपि, वलादिः अग्रे, अवसादिः अपि अस्ति. परन्तु धातुः एकात् उपदेशे अनुदात्तात् इति सूत्रेण इडागमं निषेधयति. तदर्थं कर्तुं भवति, न तु करितुम्. इडागमः अत्र न भवति. अस्तु, तर्हि धन्यवादः महोदय. तर्हि प्रायः सर्वे अवगच्छन्ति. तर्हि यदि प्रत्ययः आर्धातुकप्रत्ययः अस्ति अथवा वलादिः अस्ति, अपि तु कृट् प्रत्ययः अस्ति चेत् अवशादि अस्ति, नाम वशाद न अस्ति, तर्हि प्रत्ययस्य इडागमस्य प्रसक्तिः भवति, प्रत्ययः इडानुकूलः भवति. परन्तु धातुः एकाच अनुदात्त अस्ति चेत् अयम् इडागमः निषिद्धः भवति, अथवा धातुः इडागम एकाच अनुदात्त नास्ति चेत् अयम् इडागमः भवति. तर्हि कर्तुम् अररि धातु डुक्रियमध्ये कृ धातु एकाच अस्ति, अतः ऋकारः अनुदात्त अपि अस्ति, अतः तदनन्तरं यदि यद्यपि तुमुन् प्रत्यय आगच्छति, यत् आधातुकमस्ति, वलादिः अस्ति, अवशादिः अस्ति, तद्यपि तदापि इडागमः न भवति, अतः रूपं कर्तुं भवति, न तु करितुम् इति किमपि. परन्तु पठ अस्ति धातु, पठ पठमध्ये यत् पठ् मध्ये पकारोत्तरवर्ती अकारः अस्ति, तद् अकार अनुदात्त नास्ति, उदात्त अस्ति, अतः इडागमस्य निषेधः न भवति, अतः इडागमः भवितुं शक्नोति, रूपं भवति पठितुं, न तु पठितुम् इति वार्ता अस्ति. अस्तु, अधुना अग्रे उदाहरणानि सन्ति कानिचन, यत्र कुत्र कुत्र इडागमः भवति, कुत्र न भवति. अस्तु, धन्यवादः महोदय. अग्रे अस्ति अमित् महोदय. आं महोदय, अग्रे पठतु उदाहरणम्. उदाहरणम्, अधुना एकवारं समग्रं चिन्तनं क्रियताम्. नीष्विदाम् इति धातुः, इयं धातुं दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्येत, अपि च कथं निरुबन्धधातुः साध्येत. निष्विदाम् अनुदात्तस्वरस्य आकारस्य इत्संज्ञा, अतः धातुः अनुदात् एत्. अनुदात् एत् अतः अनुदात् नियत् आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी. निश् विदाम् आदिर्नीतुडवः इत्यनेन नी इत्यस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च. श्विदाम् आकारः अनुनासिकः, अतः उपदेशे अच् अनुनासिकः इत्यनेन तस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च. श्विद् अवशिष्टे धातौ प्रथमवर्णः इकारः किल? न, अत्र अस्माकं भ्रान्तिः न भवेत्. विन्यासः तथा भाति, किन्तु सा च केवलं लेखनस्य शैली. वस्तुतः आदिवर्णः शकारः, तर्हि धातु आदेः श स इत्यनेन शकारस्य स्थाने सकारः. स्विद् इति निरुबन्धधातुः. स्विद् इति धातौ अवशिष्टस्वरः इकारः, स च इकारः उदात्तः, यतोहि मूलधातौ तस्मिन् इकारे किमपि चिह्नं नास्ति. अयं धातुः एकाच् अपि अस्ति. एकाच उपदेशे अनुदात्तात् इत्यनेन इडागमस्य निषेधः नास्ति, अतः अयं धातुः सेट्. अग्रे पठतु. अवधेयम् अयं धातुः उदात्तः, किन्तु उदात् एत् न, तत्र भेदः अवगन्तव्यः. निष्विदाम् इति धातुः उदात्तः, परन्तु अनुदात्तेत्. उदात्तः इति कारणेन धातुः सेट्, अनुदात्तेत् इति कारणेन धातुः आत्मनेपदी. अग्रे गत्वा अस्य स्वित् धातोः प्रयोगं कृत्वा यत् किमपि रूपम् अपेक्षितं, तिङन्तं स्यात् वा कृदन्तं स्यात्, प्रक्रियायां स्विद् इत्यस्य प्रयोगः करणीयः. स्विद् इति निरुबन्धधातुः, प्रक्रियार्थं सिद्धः. किमस्ति महोदय लिखितमस्ति? तर्हि अनेकानि सोपानि सन्ति. अनुबन्धलोप भवति, इत्संज्ञक वर्णात् पदव्यवस्था भवति, तस्मात् अनुदात्तात्वात् आत्मनेपदं भवति. अनन्तरं उदात्त अवशिष्टस्वर अस्ति इकार, तस्मात् सेट् भवति. आहत्य अनुबन्धरहितरूप अस्ति स्विद् इति. अयं धातुः आत्मनेपदी अपि सेट् इति निष्कर्षः. अवगच्छति वा? सर्वे अवगच्छन्ति वा? कथं स्विद्धातु भवति, कथं तद् सः धातु ते कथम् आत्मनेपदि, सर्वे अवगच्छन्ति वा? महोदय अस्तु. तर्हि तत्र अनुस्वार आकारस्य इत्संज्ञा भवति, तदनुस्वार आकारः अनुनासिक आकारः, तदनुनासिक आकारः अनुदात्त अस्ति, अतः अनुदात्तेत् नित अनुदात्तनित आत्मनेपदम् इति सूत्रेण धातु आत्मनेपदी भवति. तदनन्तरं यत् लौकिकधातुः अस्ति स्विद्, तत्र एकाच अस्ति, तद् एकाच अस्ति परन्तु उदात्त अस्ति, अनुदात्त न अस्ति, अतः इडागमस्य प्रसक्तिः इडागमः निषिद्धं न भवति. अतः अग्रे यदा आधातुक प्रत्ययः यत् बलादि अथवा कृत् प्रत्ययः यत् अवशादि अवशादि अस्ति, तत्र इडागमः भवति इति वार्ता अस्ति. अस्तु, तर्हि अग्रे गच्छामः. तर्हि अत्र धातूनां प्रवृत्तिः अग्रे को अस्ति. मीना महोदय पठितुम् इच्छति वा? मीना महोदय श्रूयते वा महोदय? इदानीं प्रवृत्तिः अजन्तदातवः आधिक्येन अनितः, किन्तु तत्र सर्वे ऊकारान्तः ऋकारान्तः च सेतः. हलन्तदातवः आधिक्येन सेतः. हलन्तदातुषु त्र्यधिकशतं दातवः अनितः इति सामान्य यत् किम् अत् आब्सर्वेशन् अस्ति, परन्तु नियमः नास्ति. नियमः नास्ति. अग्रे करोतु. अभ्यासः अत्र केचन द्वादिगणीयाः दातवः सूचिताः. प्रत्येकं धातुः सेट् अनिट् वा इति निर्णेतव्यम्. आत्मनेपदी, उभयपदी, परस्मैपदी वा इत्यपि वक्तव्यम्. तदा लौकिकधातुः कः, लट्लकारे रूपं किम् इति सूचनीयम्. अन्ते सेट् अनिट् दृष्ट्वा त्रिजन्तस्य किं रूपं स्यात् इति अनुमानं क्रियताम्. त्रिजन्तस्य किं त्रिच् त्रिच् नाम इडागमे यथा स्पर्धिता भविता, ओ इदाभावे च यथा कर्ता वक्ता. त्रिच् प्रत्ययस्य साहाय्येन वयं धातुतः तद् कार्यं यः करोति तस्य निर्माणं वयं कर्तुं शक्नुमः. यतोहि यः करोति सः कर्ता, यः वदति सः वक्ता. अस्तु. इगि गतौ इङ् सेट् परस्मैपदि इङ्गति त्रिच् भवती वदतु स्वयम्. इगि प्रश्नः अस्ति. इगि धातु मध्ये इगि धातु आत्मनेपदी, परस्मैपदी अथवा उभयपदी? इगि धातु किमस्ति, सेट् अस्ति अथवा अनिट् अस्ति? तस्य लौकिकरूपं किम् इति वदतु. तस्य लट् लकारे प्रथमपुरुष एकवचनरूपं वदतु. तस्य त्रिजन्तरूपं वदतु इति भवती स्वतः करोतु. प्रथमं वदतु इजि धातु मध्ये इत्संज्ञकवर्णाः के के सन्ति? अनुनासिक अस्ति, अनुनासिकचिह्नमस्ति. कोऽपि उदात्तः अस्ति. क्रमेण वदतु. अनुनासिक इकारः अस्ति, अनुनासिक इकारः अस्ति, तस्मात् उपदेशे अनुनासिक इति सूत्रेण इग् भवति. एकाचः इति एकनिमेषः इग् इति भवति. तदनन्तरं वदतु तस्य लौकिकरूपं किम्. लौकिक इग् इग् इति इग् इग् इग् इति दातु लौकिकरूपम्. इग् वा? एकनिमिषः, एकवारं पुनः चिन्तयतु. इग् धातु भवति वा लौकिक? कोऽपि सूत्रं न आगच्छति वा किमपि? नुमागमः. आम्, सूत्रेण अनुगच्छेन सूत्रेण अनुमागमः. इदितो नुम् नामकः इदितो इदितो नुम् आगमः इदितो नुम् धातोः इति सूत्रं किं वदति महोदय? साक्षात् सूत्रं न स्मरामि. तस्य अर्थः वदतु, तस्य अर्थं वदतु. इदितः अस्ति चेत् तस्य उपधायां नुमागमः. इदित अस्ति चेत् तर्हि उपधायां न, परन्तु अन्तिमस्वर अनन्तरं नुमागमः भवति. उपधायाम् अन्तिमस्वरम् अनन्तरम् अत्र एकस्वरम् अस्ति वा? इदित् अस्ति वा अत्र? इक् इक् अस्ति. इजि इति धातुः इदित् इति धातु सो इङ्क् भवति. इदित् धातु इदित् अस्ति वा इति मम प्रश्नः अस्ति. इत् इत् भवेत् इति इदितः भवति. आम् अस्ति. अस्तु, तर्हि धातु किं भवति? इदितो नुम् इदितो नुम् इद् इद् इत् भवति, तस्मात् नुमागमः. नुमागमः भवति अतः नकारस्य नकारस्य आगमः नकारस्य अनुस्वारस्वरः तत् भवति. तर्हि नकारः अन्तिमवर्णः. तर्हि इङ् ककारस्य अन्तिमवर्णः, कवर्गस्य अन्तिमवर्णः इङ् भवति. अग्रे इङ्क् भवति. एकाचो उपदेश अनुदात अत्र नास्ति. वदतु इङ्ग् अस्ति. अधुना वदतु आत्मनेपदी उभयपदी परस्मैपदी किम्? इङ्ग् आत्मनेपदी न, अनुदाते अनुदाते न, तस्मात् आत्मनेपदी न. स्वरिते अपि तस्मात् उदातः परस्मैपदी. केन सूत्रेण? शेषः परस्मैपदी. सूत्रं सम्यक् वदतु महोदय. उदाते परस्मैपदी. सम्यक् रीत्या सूत्रं वदतु. स्वरितः नितः नास्ति तत्र. नितः नास्ति, स्वरितः नास्ति, स्वरितः नास्ति. तर्हि केन सूत्रेण भवति परस्मैपदम्? शेषात् कर्तरि परस्मै शेषात् कर्तरि परस्मैपदम्. शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी भवति. अस्तु, अधुना इङ्ग् अस्ति, परस्मैपदी अस्ति, अतः लट् लकारस्य रूपं वदतु. इङ्गति. इङ्गति वा? इङ्ग् शप् ति इङ्गति. अत्र गुणं न भवति वा? इकारः लघु इकारः अस्ति. लघु इकारं नास्ति, नकारमस्ति अन्तिमे मध्ये मध्ये मध्ये अन्ते न. तस्य शब्दः किं? नकारः कुत्र? इङ्ग् इङ्ग् इस् शब्दम्. इङ्ग् अस्ति, इकारः लघु इकारः अस्ति, अतः गुणः भवति न वा? लघु इकारः अस्ति, उपधायां नास्ति. उपधायां नास्ति. उपधायां वर्णः कः अस्ति? नकारः. अस्तु, तर्हि रूपं किं वदति? इङ्गति. इङ्गति. अनन्तरम् अधुना वदतु यत् इङ् धातु सेट् अथवा अनिट् आर्धधातुकस्य इत् बलादेः इत् भवति अत्र प्रथमं वदतु त्रिच् त्रिच् प्रत्ययः यत् अस्ति तस्य लौकिकरूपं किम् इङ्गिता यदि लौकिकरूपं न न जातं कथं भवितव्यं कथम् अहं पृच्छामि खलु त्रिच् प्रत्ययः त्रिच् प्रत्ययः मध्ये त्रिच् प्रत्ययस्य निरुबन्धरूपं किम् त्रिच् प्रत्यय इङ्गिता अहं केवलं प्रत्ययस्य विषये पृच्छामि त्रिच् प्रत्ययः अस्ति धातुं न धातु धातुं विस्मरतु त्रिच् प्रत्ययस्य निरुबन्धरूपं किम् चकार एव तृ खलु चकारस्य संज्ञा कथं भवति तृ अहं वदा पृच्छामि चकारस्य इत् संज्ञा केन सूत्रेण भवति हलन्तमित्य सूत्रेण मम प्रश्नस्य महोदय अवगच्छति वा प्रश्नं त्रिच् त्रिच् प्रत्ययः अस्ति त्रिच् त्रिच् प्रत्ययः चकारः किमर्थं इत् संज्ञा भवति इति भवान् पृच्छति हलन्त्यन्तरूपेण त्रिच् चकारः संज्ञा भवति अधुना अतः त्रिच् प्रत्ययः त्रिच् प्रत्ययस्य लौकिकरूपं किम् त्रिच् प्रत्ययस्य लौकिकरूपं त्रिच् प्रत्ययस्य लौकिकरूपं लौकिकरूपम् इत्युक्ते अनुबन्धरहितरूपं किम् तृ तृ अस्तु अधुना तृ आर्धातुकमस्ति वा सार्वधातुकमस्ति वा किमस्ति किमपि अस्ति वा आर्धधातुकं न सार्वधातुकमस्ति वा अहं न जानामि प्रयत्नं करोतु सार्वधातुकं सार्वधातुकं प्रत्यय कदा प्रत्यय सार्वधातुकं भवति तिङ्क्षित् सार्वधातुकं तर्हि त्रिप्रत्यय तिङ् अस्ति वा तिङ् नास्ति षित् नास्ति अतः तस्मात् आर्धधातुकं तर्हि त्रिप्रत्ययः आर्धधातुकम् अस्ति बलादि अस्ति वा बलादि अस्ति बलादि अस्ति बलादि अस्ति अतः आर्धातुकस्य इड् बलादेः इति सूत्रेण इडाधमस्य प्रसक्तिः भवति अथवा न भवति भवति भवति तर्हि प्रत्ययः अस्ति सेट् इति अस्ति अधुना प्रत्ययः सेट् प्रथमं प्रत्ययः सेट् अस्ति न तद् द्रष्टव्यं प्रत्ययः एव सेट् नास्ति धातु किमपि भवेत् इडागमः न भवति खलु अधुना प्रत्ययः सेट् अस्ति अधुना वदतु धातु सेट् अस्ति अथवा अनिट् अस्ति प्रथमं त्रिच् धातु कृत्वा इद्वा न वा इति ज्ञातव्यं किल आम् प्रथमं प्रत्ययः सेट् अस्ति अथवा अनिट् प्रत्ययः एव सेट् नास्ति चेत् इडागमः न भवितुं शक्नोति तर्हि त्रिप्रत्ययः सेट् अस्ति अधुना वदतु इङ् धातुः सेट् अस्ति अथवा अनिट् इङ् धातु यत्र प्रत्ययः सेट् अस्ति तस्मात् धातु कीदृशी धातु इङ्ग् धातु सेट् अपि केन सूत्रेण कथं जानाति एकाचः इति रूपेण वदतु सम्यक् रीत्या वदतु न यत् तस्मात् न यत् एकाच अस्ति न वा न इङ्ग् एकाचः एव परन्तु आर्धदातुकमपि प्रत्ययशेषेण धातु किमस्ति स्टेप् बै स्टेप् वदतु इङ्ग् इङ्ग् धातुः एकाच अस्ति न वा इङ्ग् धातु एकाचः तत्र अचः अच वर्णः कः अस्ति इ अस्ति ईकारः तत् ईकारः उदात्त अनुदात्त स्वरित कीदृशः अस्ति उदात्तः उदात्तः अस्ति अतः सेट् अथवा अडिट् अनुदात्त अहं न जानामि अनुदात्त अस्ति वा उदात्त अस्ति अनुदात्त नास्ति अनुदात्तः अस्ति चेत् इडागमस्य निषेधः भवति खलु अनुदात्त नास्ति तर्हि उदात्तः अस्ति चेत् इडागमस्य निषेधः न भवति तस्मात् इत् इत् भवति तस्मात् भवति अधुना धातु अपि सेत् प्रत्यय अपि सेत् अतः इडागमः भवति न वा इडागमः भवति इडागमः भवति अतः त्रिच् प्रत्ययस्य आदौ इकारः आगच्छति अधुना रूपं किं वद भवति इति वदतु इङ् प्लस् मध्ये इकारः आगच्छति इडागमः भवति प्लस् तृ खलु इङ् योगः योगः तृ किं भवति मिलित्वा वदतु तर्हि इङ्गित्र प्रातिपदिकं भवति प्रातिपदिकम् इङ्गिता इङ्गितारो इङ्गितारः इङ्गितारो इङ्गितारः इति प्रथमविभक्तिरूपम् एवम् अस्ति स्थितिः एषा स्थितिः अस्ति अवगच्छति खलु बहु किमपि अधुना पर्यन्तम् अस्माभिः यद्यत् पठितमस्ति प्रथमवर्गात् तत् सर्वमपि अत्र तस्य सर्वस्य ज्ञानस्य आवश्यकता अस्ति अत्र अस्तु प्रश्नः अस्ति वा कस्यापि प्रश्नः अस्ति वा कोऽपि प्रश्नः अस्ति चेत् पृच्छतु बहु महत्त्वपूर्णः विषयः अस्ति एकरीत्या अस्माभिः यद्यत् पठितमस्ति अधुना पर्यन्तं तस्य सारः अत्र अस्ति अतः किमपि अवगच्छति न इति अस्ति चेत् कृपया अधुना एव पृच्छतु अवगच्छामि परन्तु स्मरणे आमां तत्तु अभ्यासेन भवति तत्तु अभ्यासेन आगच्छति परन्तु किमपि न अवगच्छति चेत् पृच्छतु इति अवगच्छामि समये यदि समये भवान् पाठयति ततः परं सूत्रं स्मरणे नास्ति आमां तत्र मम अपि बहुवारं सूत्रं स्मरणे नास्ति परन्तु तत्तु सूत्रमपि यदि स्मरणे नास्ति तदापि अस्माभिः ज्ञातव्यं यत् ओ प्रक्रिया कीदृशी अस्ति कथा अस्ति कथं कीदृशी अस्ति कथं भवति इति अस्माभिः तस्य ब्राड्लि अस्माकं तस्य ज्ञानं भवेत् तदनन्तरं एक्साक्ट् सूत्रं किम् अस्ति इति तु वयं द्रष्टुं शक्नुमः करपत्रे. तथैव बहु कष्टम्. आमां तत् अभ्यासेन आगच्छति. अधुना बहु अपि क्लिष्टकरं नास्ति, अभ्यासस्य आवश्यकता अस्ति, अतः तद् आगच्छति, शनैः शनैः आगच्छति. अस्तु, अग्रे अग्रे पठामः. तर्हि अग्रे किमस्ति, को अस्ति अग्रे, को अस्ति? विजि महोदय अस्ति खलु? आं महोदय, अग्रे करोतु, अग्रे करोतु. ब्रह्मः भवति, प्रयत्नं करोतु, प्रयत्नं करोतु. भयम् अस्ति. भयं भयस्य कोऽपि आवश्यकता नास्ति. समीचीन उत्तरमपि अस्ति, प्रश्नः नास्ति. सूत्राणि विमुक्तवती रूं गति वेषणयोः. अत्र रूं धातु, अस्माकं प्रथमः सोपानं किं? रुङ् इति दृष्ट्वा अनुबन्धरूपेण लौकिकधातु किम् अवशिष्टम् इति द्रष्टव्यम्. उत्तमं. तर्हि रुङ् इति धातु इङ् हलन्त्यं तस्य लोपः इति सूत्रेण लोपः भवति. रु इति धातु अनुदात्तः अस्ति. लौकिकधातु इति रु अस्ति अनुदात्त इत् न भवति किल. अतः ञित् अस्ति, अतः आत्मनेपति. केन सूत्रेण? केन सूत्रेण सूत्रम् अनुधात्ते ञित् पर आत्मनेपति इति सूत्रेण. अत्र अत्र ञित् अनुधात्ते आत्मनेपदमस्ति. ञित् अस्ति. ञित् अनुदात्त इत् न, ञित् अस्ति इति चेत् आत्मनेपतिरूपं किल रूपम् अस्ति. अनन्तरं ओ रु रुधते ऋकारमस्ति, इति गुणकार्यम् अस्ति. अर् केन सूत्रं? सार्वधातुकधातुकयोः सूत्रेण गुणकार्यम् अस्ति. सार्वधातुक अर्धधातुकयोः अर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. ऋ प्लस् योगः अर् योगः ति करतीय किं भवान् भवतु इर् अरतीय अरतीय महोदय न न रु अस्ति अत्र उकारस्य खलु उकारस्य रो रो रो भवति उकारः रो भवति इर् ओ ति रोति महोदय शप् अस्ति खलु ृ ते रु शप् ते रु तस्मात् अर् अर् प्लस् अर् प्लस् अ ते रु अर् न भवति उकारस्य ओ भवति उकार नास्ति उकारस्य रो रो योगः रो योगः अ योगः ति ओ प्लस् अ रवते रवते महोदय किं भवति महोदय औ भवति एचो किल आं महोदय महोदय रवति लट्लकार रूपं रवते आत्मनेपथ्य रूपं रवते आत्मनेपथ्य अस्तु अग्रे निच् अग्रे निद्रु न न न न ओ द्वितीय धातु अनुदात्तः अस्ति वलादे वलादौ अस्ति महोदय वलादिप्रत्ययस्य विषये आगच्छति अत्र धातुविषये वलादि रु रु इति धातु अनुदातः अस्ति अत्येन इडागम न भवति तर्हि इडागमः न भवति न भवति रु योगः तृ रु योगः तृ अत्र अत्र मध्ये अकारः आगच्छति वा न न आगच्छति रूपं किं रु रु प्लस् ऋता वा ऋता न रवता न महोदय रुयोगः तृ अधुना तृ आर्धातुकप्रत्ययः अस्ति खलु आं महोदय आर्धधातुक अतः तस्य सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणकार्यं भवितुं कृतवान् आम् आर्धधातुक न भवितुं शक्नोति किमर्थं तिंशिप् दार्वता सार्वधातुक आर्धातुक अस्ति खलु ओ आर्धधातुक अस्ति अस्ति गुणकार्यं भवति इति वदति सार्वधातुक सार्वधातुक आर्धधातुक च अत्र सार्वधातुक वा अर्धधातुक वा गुणकार्यं भवितुम् अर्हति तर्हि अत्र आर्धातुकमस्ति रु योगः तृ रु वा रु रु रो भवति गुणकार्यं रो प्लस् तृकारान्तं रोते रोते वा महोदय रोतृ प्रातिपदिकं रोते प्रथमपुरुषे एकवचनं प्रथमपुरुष प्रातिपदिकमस्ति प्रातिपदिकं रोतृ प्रातिपदिकं तस्य प्रथमाविभक्ति एकवचनं रूपं रोता रोतारौ रोतारः अवगतम् अवगच्छति वा अवगतम् अवगच्छामि महोदय क्षम्यताम् न क्षम्यतां न नर्वस् भवति किमपि कारणं विस्मृतवती अद्य एव किमपि कारणं नास्ति धन्यवादः रोतृ धन्यवादः महोदय अस्तु अग्रे अमित् महोदय अग्रे कः अस्ति रघुपति महोदय आं महोदय करोतु निन्द्र अत्र निन्द्र प्रथमं उपदेशानुनासिकेत् इति सूत्रेण अनुनासिक ऋकारस्य लो इत्संज्ञा भूत्वा लोपः भवति निद् निद् एव अवशिष्यते अनन्तरं निद् नकारस्य नकारः भवति नोनः इति सूत्रेण नद् भवति सारि निद् भवति एतत् स्वरित अस्ति अतः उभयपदी अस्ति उभयपदी अस्ति उभयपदी सूत्रमस्ति सूत्रमस्ति सूत्रम् स्वरितनित्य कर्तव्यप्राये क्रियाफले ओके उभयपदी लट् लकारस्य प्रथमपुरुषे एकवचनस्य रूपं वदतु एकनिमिषं महोदय लट् लकारस्य शप् अकार अवशिष्यते ति तिंक्षित् सार्ध आर्धातुक सार्ध आर्धातुक सार्धातुक आर्धातुकयोः इति सूत्रेण ने नेद् नेद् भवति गुण भवति सारि पुगन्तलघुपद्यस्य च उपादायाः गुणः भवति नेद् नेद् नेद उभयपदे अस्ति नेदते नेदति भवति इडागमस्य ओके इडागमस्य अत्र निद् निद् अस्ति निद् अस्ति एक इडायोग्य अस्ति निद् अस्ति सूत्रेण इत्युक्ते अत्र अनुदत्ता नास्ति एक चन्दत्ता नास्ति अतः इडयोग्य धातुः अस्ति उदात्त अस्ति उदात्त स्वरित अस्ति इकारः सारि इकारः उदात्त अस्ति तर्हि सेट् अथवा अनिट् एतत् सेट् अस्ति अस्तु तर्हि रूपं किं निद् निदतृ निदत् निद् तृ न इडागमः भवति न वा इडागमः भवति सारि इडागमः भवति इडागमः भवति तर्हि निदितृ निदितृ गुण भवति न वा हा सारि गुण भवति नेदितृ नेदितृ नेदित्र नेदित्र हा तर्हि प्रथम एकनिमिषं नेद् इडागम भवति मिदत्तगन्तरः अतः ने अथवा ओके तृच् प्रत्य ने तृच् इडागमः भवति ओके नि ने ने ने ने योग इ योग द् योग तृ इडागमः भवति प्रत्ययस्य आगमः प्रत्ययस्य सारि सारि सारि सारि इडागमः सञ्चमः ओके वस्तुतः निद् निद् योगः इ योगः तृ नेद् योग नेद् योग इ योग तृ नेदितृ नेदितृ किम् अहं न जानामि महोदय तत्र प्रथमविभक्ति न जानामि कर्तृशब्दस्य प्रथमविभक्ति किम् अस्ति ओके ओके कर्त्र कर्ता कर्ता तर्हि नेदित्र तस्य किं भवति नेदिता कर्तृ पितृ तस्य भवति पिता पिता नेदिता ओके ने ओके ओके अस्तु महोदय प्रश्नः अस्ति अत्र नेदिता मध्ये गुणकार्यं कथं भवति नेदिता मध्ये निदिता मध्ये इडागमः भवति तत्तु भवति परन्तु निद् धातु तस्य नेद् करोति खलु नेदिता नेदिता अत्र त्रिच् न त्रिपत्ति अर्धातुकार्धातुकयोः इति सूत्रेण भवति नेद् सूत्रं तु पुगन्तलघुपदस्य च इति एव पुगन्तलघुपति आर्धातुकप्रत्ययः अस्ति अग्रे अतः भवति सारि आर्धातुकपत् ओके नेदति नेदते तत्र शप्रत्यय सार्वधातुक अस्ति पित् अपि अस्ति अतः गुणः भवितुं शक्नोति अत्र आर्धातुक अस्ति अतः गुणः भवति गुणः भवति नेदिता इति रूपं नेदिता किम् अत्र महोदय तस्य अर्थं किं महोदय निद्रु महोदय अहमपि न जानामि प्रायः कोऽपि किञ्चित् किञ्चित् लिखितम् अस्ति किल तत्र अस्ति लिखितं महोदय अत्र एकनिमिषः अर्थं न अवगन्तुं शक्नोमि अहमपि अत्र इष्टकर अस्ति धातुपाठे प्रायः अस्ति अस्ति चेत् धन्यवादः पश्यतु अस्तु अग्रे मलर् महोदय मलर् महोदय आं महोदय प्रकरोतु प्रयत्न करोमि महोदय अत्र अनुनासिकः अनुदातः अस्ति अतः आश्चर्य पदि लौकिकधातुकः लौकिकधातु आत्मनेपदी परस्मैपदी उभयपदी किम् आत्मनेपदी अनुपातः अस्ति अतः आत्मनेपदी सूत्रं किम् अनुदात्त इत् अनुदात्त इत् आत्मनेपदी अतः अनुदाते आत्मनेपदी रूपं किं भवति लट्लकार एकवचनं किम् ईशते पुनः वदतु गुणकार्यं भवति अत्र इकारः अन्ते अस्ति वा ईशते एकनिमिषमिन महोदय मलर् महोदय एकनिमिष अत्र अत्र इकारस्य गुणं भवति न वा भवति किमर्थं चेत् अङ्गः अस्ति ईकारः अस्ति ह्रस्वः नास्ति ह्रस्वः नास्ति दीर्घः अस्ति अतः न भवति तर्हि रूपं किं भवति? ईषते. अग्रे क्रीडागमः भवति न वा? अनुदातः अस्ति चेत् इडागमः न भवति. आम् सत्यम्. अत्र अत्र अनुदात्तः अस्ति वा? अस्ति. न अस्ति. अस्ति अनुदातः. ईकारः अनुदात्तः अस्ति, उदात्तः स्मरितः अस्ति, कीदृशः अस्ति? ईकारः उदात्तः अस्ति. पुनः वदतु. ईशित्रु. ईशित्रु. तस्य रूपं किं प्रथमविभक्ति एकवचनम्? अस्तु उत्तमं महोदय, सर्व जानाति. अस्तु धन्यवादः महोदय. अग्रे अन्तिम अमित महोदय. संशय महोदय, तत्र किमर्थं निडागमः भवति? किमर्थं भवति? अत्र ईकारः उदात्तः नास्ति खलु, उदात्तः अस्ति, अतः इडागमस्य निषेधः न भवति. प्रथमं अनुदात्तः, तदनन्तरं अनुबन्ध निष्कान्तरम् उदात्तः भवति, तस्मात् एव किम्? आमाम्, अनुबन्धरहितधातुमध्ये एकाच धातुः अस्ति, परन्तु ईकारः उदात्तः अस्ति, निषेधः न भवति, अतः सेट् अस्ति, अतः इडगमः भवति. ईषित्र. अस्तु अमितमहोदय, वः. वः धातुः अस्ति, अकारस्य अकारः अनुनासिकः, अतः उपदेशीयजननासिक इत्यनेन संज्ञा, तस्य लोप इत्यनेन लोपः. वः इति अनुबन्धरहितरूपं. अकार स्वरितः अस्ति, अतः स्वरितयित क्रियाभिप्राये कर्मफले क्रियाफले कर्तृभिप्राये क्रियाफले इत्यनेन उभयपदी भवति. वहते वहति इति रूपद्वयं घटि. अनन्तरं अकारः वः लौकिकरूपं, एका च अस्ति वः इति अकार, अनुदात्तः अस्ति. एका च अनुदात्तात् इत्यनेन अनिट् भवति. तर्हि वः योग त्रु इडागमः न भवति. वहतृ वहता इडागमः न भवति, परन्तु अत्र अहं दृष्टामि, अत्र हकारः सकारः तत्र मध्ये हल्सन्धिः किमपि भवति. अधुना मम अपि स्मरणे नास्ति हकारतकारस्य हल्सन्धिः कथं भवति, परन्तु भवती पृच्छति खलु, अत्र हल्सन्धिः भवति, हकारः सकारः एकत्र आगच्छति, अतः मध्ये स्वर नास्ति खलु, व्यञ्जनसन्धिः अस्ति अत्र, हकारतकारस्य सन्धिः अस्ति. अवगच्छति वा? न अवगच्छामि. न न अत्र सन्धि किं भवति तद् न अहं पृच्छामि, परन्तु अत्र हकारतकारमध्ये अकारः नास्ति, अत्र हकारतकार साक्षात् एकत्र अस्ति खलु, सन्धि भवति, तत् सन्धि किं भवति इति अहं दृष्ट्वा वदामि, परन्तु अत्र वहता इति न भवति, अत्र मध्ये अकारः नास्ति. तत् महोदय तस्य किमपि अस्ति सूत्रम् अहं विस्मरामि अधुना, यदा हकारतकारस्य स्पर्शः भवति तदा सूत्रं किम् अस्ति इति अहं वदा दृष्ट्वा अग्रिमे सप्ताहे वदामि, किमपि विस्मरामि. अस्तु, तर्हि वहता किमपि अस्ति अहं रूपं वदामि, परन्तु इडागमः न भवति इति सत्यम्. अस्तु, तर्हि इदानीं समापयामः, समयः समाप्तः. प्रश्नः अस्ति वा कोऽपि? एकवारम् अहं वदामि, एकवारं पुनः करपत्रं पठतु, अग्रिमरविवासरे कोऽपि प्रश्नः अस्ति चेत् पृच्छतु, यतो हि बहु बहु किमपि अस्ति अस्मिन् करपत्रे. अस्तु, तर्हि धन्यवादः सर्, धन्यवादः सर्, धन्यवादः महोदय, धन्यवादः महोदय, धन्यवादः.